षोडशोऽध्यायः दैवी आसुरी राक्षसी इति प्राणिनां प्रकृतयः नवमे अध्याये सूचितः। तासां विस्तरेण प्रदर्शनाय अभयं सत्त्वसंशुद्धिः इत्यादिः अध्यायः आरभ्यते। तत्र संसारमोक्षाय दैवी प्रकृतिः, निबन्धाय आसुरी राक्षसी च इति दैव्याः आदानाय प्रदर्शनं क्रियते इतरयोः परिवर्जनाय च। श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्। अभयम् अभिरुत, सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य संशुद्धिः, संव्यवहारेषु परवञ्चनमाया अमृतादिपरिवर्जनं शुद्धसत्त्वभावेन व्यवहारः इत्यर्थः। ज्ञानयोगव्यवस्थितिः, ज्ञानं शास्त्रतः आचार्यतश्च आत्मादिपदार्थानाम् अवगमः। अवगतानाम् इन्द्रियादि उपसंहारेण एकाग्रतया स्वात्मसंवेद्यतापादनं योगः। तयोः ज्ञानयोगयोः व्यवस्थितिः, व्यवस्थानं तन्निष्ठता, एषा प्रधानदैवीसात्विकीसम्पत्। यत्र येषाम् अधिकृतानां या प्रकृतिः सम्भवति सात्विकी सा उच्यते। दानं यथाशक्तिसंविभागः अन्नादीना, दमश्च बाह्यकरणानाम् उपशमः, अन्तःकरणस्य उपशमं शान्तिं वक्षति। यज्ञश्च श्रौतः अग्निहोत्रादि, स्मार्तश्च देवयज्ञादिः, स्वाध्यायः ऋग्वेदादि अध्ययनम् अदृष्टार्थम्, तपः वक्ष्यमाणं शारीरादि, आर्जवं ऋजुत्वं सर्वदा। किञ्च अहिंसा सत्यमक्रोधः त्यागशान्तिरपैशूनं दयाभूतेश्वरो धुप्त्वं मार्दवं भ्रीरचापदम्। अहिंसा अहिंसनं प्राणिनां पीडावर्जनं, सत्यम् अप्रिय अनृतवर्जितं यथाभूतार्थवचनम्, अक्रोधः परैः आकृष्टस्य अभिहतस्यव प्राप्तस्य क्रोधस्य उपशमनं, त्यागः संन्यासः, पूर्वं दानस्य उक्तत्व, शान्तिः अन्तःकरणस्य उपशमनं, अपैशुनम् अपिशुनत्, परस्मै पररन्ध्रप्रकटीकरणं पैशुनं, तदभावः अपैशुनं, दया कृपा भूतेषु दुःखितेषु, अलोलुप्तम् इन्द्रियाणां विषयसन्निधौ अविक्रिय, मार्दवं मृदुत अक्रौर्यं, ह्रीः लज्ज, अचापलम् असतिप्रयोजने वाक्पाणिपादादीनाम् अव्यापारयितृत्वम्। किञ्च तेजः क्षमा धृतिशौचम् अद्रोहो नातिमानित भवन्ति सम्पदं दैवीम् अभिजातस्य भारत। तेजः प्रागल्भ्यं न त्वद्गता दीप्तिः, क्षमा आकृष्टस्य ताडितस्य व अन्तर्विक्रिय अनुत्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचनम्। इत्थं क्षमायाः अक्रोधस्य च विशेषः। धृतिः देहीन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्बितानि करणानि देहश्च न अवसीदन्ति। शौचं द्विविधं, मृज्जलकृतं बाह्यम्, आभ्यन्तरं च मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्य अभावः, एवं द्विविधं शौचम्। अद्रोहः परजिघांस अभावः, अहिंसनम्। नातिमानित अत्यर्थं मानः अतिमानः सः यस्य विद्यते सः अतिमानी तद्भावः अतिमानित तदभावः नातिमानित आत्मनः पूज्यत अतिशय भावन अभावः इत्यर्थः भवन्ति अभयादीनि एतदन्तानि सम्पदम् अभिजातस्य किं विशिष्टां सम्पदं दैवीं देवानां या सम्पत् तामभिलक्ष्य जातस्य देवविभूति अर्हस्य भाविकल्याणस्य इत्यर्थः हे भारत अथ इदानीम् आसुरिसम्पत् उच्यते दम्भो दर्पोतिमानश्च क्रोधः पारुष्यमेव च अज्ञानं चाभिजातस्य पार्थसम्पदमासुरीं दम्भः धर्मध्वजित्वं दर्पः विद्याधनस्वजनादिनिमित्तः उत्सेकः अतिमानः पूर्वोक्तः क्रोधश्च पारुष्यमेव च परुषवचनं यथा काणं चक्षुष्मान् विरूपं रूपवान् हीनाभिजनम् उत्तमाभिजनः इत्यादि अज्ञानं च अविवेकज्ञानं कर्तव्याकर्तव्यादिविषये मिथ्याप्रत्ययः अभिजातस्य पार्थ किम् अभिजातस्य इति अहं सम्पदम् आसुरि असुराणां सम्पत् आसुरि ताम् अभिजातस्य इत्यर्थः अनयोः सम्पदोः कार्यमुच्यते दैवी सम्पद्विमोक्षाय निबन्धायासुरीमत माशु च सम्पदं दैवीम् अभिजातोऽसि पाण्डव दैवी सम्पत्य सा विमोक्षाय संसारबन्धना निबन्धाय नियतः बन्धः निबन्धः तदर्थम् आसुरी सम्पत् मत अभिप्रेत तथा राक्षसी च तत्र एवम् उक्ते सति अर्जुनस्य अन्तर्गतं भावं किम् अहम् आसुरसम्पद्युक्तः किं वा दैवसम्पद्युक्तः इत्येवम् आलोचनारूपम् आलक्ष्य आह भगवान् मा शुचः शोकं मा कार्षि सम्पदं दैवीमभिजातः असि अभिलक्ष्य जातोऽसि भाविकल्याणः त्वम् असीत्यर्थः हे पाण्डव द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च दैवो विस्तरशः प्रोक्तः आसुरं पार्थमीश्रुणु द्वौ द्विसङ्ख्याकौ भूतसर्गौ भूतानां मनुष्याणां सर्गौ सृष्टिभूतसर्गौ सृज्येते इति सर्गौ भूतान्येव सृज्यमानानि दैवासुरसम्पद्वययुक्तानि इति द्वौ भूतसर्गौ इति उच्यते द्वयाः वै प्राजापत्या देवाश्चतुराश्च इति श्रुते लोके अस्मिन् संसारे इत्यर्थः सर्वेषां द्वैविध्योपपत्ति कौ तौ भूतसर्गौ इति उच्यते प्रकृतावेव दैव आसुर एव च उक्तयोरेव पुनः अनुवादे प्रयोजनमाह दैवः भूतसर्गः अभयं सत्त्वसंशुद्धिः इत्यादिना विस्तर्श विस्तरप्रकारैः प्रोक्तः कथितः न तु आसुरः विस्तर्श अतः तत्परिवर्जनार्थम् आसुरं पार्थ मे मम वचनात् उच्यमानं विस्तर्शः शृणु अवधारय आ अध्यायपरिसमाप्तेः आसुरीसम्पन् प्राणिविशेषणत्वेन प्रदर्श्यते प्रत्यक्षीकरणेन च शक्यते तस्याः परिवर्जनं कर्तुमिति प्रवृत्तिं च निवृत्तिं च जनान विदुरासुराः न शौचं नापि चाचारं न सत्यं तेषु विद्यते प्रवृत्तिं च प्रवर्तनं यस्मिन् पुरुषार्थसाधने कर्तव्ये प्रवृत्तिः तां निवृत्तिं च एतद्विपरीतां यस्मात् अनर्थहेतोः निवर्तितव्यं सा निवृत्तिः तां च जनाः आसुराः न विदुः न जानन्ति न केवलं प्रवृत्तिनिवृत्ति एव ते न विदुः न शौचं नापि च आचारः न सत्यं तेषु विद्यते। अशौचाः अनाचाराः मायाविनः अनृतवादिनो हि आसुराः। किञ्च असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् अपरस्परसम्भूतं किमन्यत् कामहैतुकम्। असत्यं यथा वयम् अनृतप्रायः तथा इदं जगत्सर्वम् असत्यम्। अप्रतिष्ठं च नास्य धर्माधर्मप्रतिष्ठातः अप्रतिष्ठं च इति ते आसुराः जनाः जगत् आहुः। अनीश्वरं न च धर्माधर्मसव्यपेक्षः अस्य शासित ईश्वरः विद्यते इति अतः अनीश्वरं जगत् आहुः। किञ्च अपरस्परसम्भूतं कामप्रयुक्तयोः स्त्रीपुरुषयोः अन्योन्यसंयोगा जगत्सर्वं सम्भूतं। किम् अन्यत् कामहेतुकं, कामहेतुकमेव कामहेतुकं। किम् अन्यत् जगतः कारणं? न किञ्चित् अदृष्टं धर्माधर्मादिकारणान्तरं विद्यते जगतः। काम एव प्राणिनां कारणम् इति लोकायतिकदृष्टिः इयम्। एतां दृष्टिमवष्टभ्यं नष्टात्मानोऽल्पबुद्धयः प्रभवन्त्युग्रकर्माणः क्षयाय जगतो हिताः। एतां दृष्टिमवष्टभ्य आश्रित्य नष्टात्मनः नष्टस्वभावः विभ्रष्टपरलोकसाधनाः अल्पबुद्धयः विषयविषय अल्पाय बुद्धिः येषां ते अल्पबुद्धयः प्रभवन्ति उद्भवन्ति उग्रकर्माणः क्रूरकर्माणः हिंसात्मकः क्षयाय जगतः प्रभवन्ति इति सम्बन्धः। जगतः अहितः शत्रवः इत्यर्थः।